नमस्कारः. अद्यतनकरपत्रं दिवादिगणेशतन्त्रप्रातिपदिकम् इति विषयः अनुवर्तते. गते सप्ताहे आदौ यत् किमस्ति पुनस्मरणत्वेन अत्र दिवादिगणे विकरणप्रत्ययस्य विषये वयं दृष्टवन्तः. अग्रे त्रीणि किं सोपानानि सन्ति खलु, ततः आरभ्य पश्यामः. लक्ष्मी भगिनी वदति किं भगिनि, अत्र दिवादिगणे पुनस्मरणत्वेन वदति किं भगिनि, गते सप्ताहे दृष्टं तत्. आं भगिनि, अहं किञ्चित् अनन्तरं वदामि. अहं सरला भगिनी वक्तुम् इच्छति किं भगिनि? द्वादिगणे शतन्तप्रत्ययप्रति प्रत्यय अस्ति. प्रथमविकरण प्रत्यय धातो मिलनं, द्वितीयं भवति यदा अङ्गं भवति तदनन्तरं शत्रुप्रत्यय तस्य मेलनं भवति. अङ्ग प्रथमं या प्रक्रिया अस्ति धातुविकरणप्रथमेलनं, सा यथा सार्वधातुकप्रकृति तथैव अस्ति. इदानीं किं भवति, लट् विवक्षां शत्रशानचो लट् प्रथमा समानाधिकरणम् इति सूत्रेण तत् शत्रुप्रत्ययम् आगच्छति. शत्रुप्रत्यय इति सार्वधातुकं प्रत्ययः अस्ति. तस्य प्रत्ययस्य कचरिशब्दस्य प्रसक्तिः भवति. कचरिशप् आगत्य तदनन्तरं तत् प्रभाद्य द्वादिभ्यन् इति विकरणप्रत्ययः आगच्छति. तत् धातु द्वादिभ्यन्तयो मेलनं यत् भवति, वयं तत्र इदानीं स्मः. भव धातवः अजन्तधातवः सन्ति अपि इदुपद उत्पद इति. हलन्तधातुः अस्ति, तस्य पुनः श्रेणी भवति इदुपद उदुपद इति दृष्ट्या. सो वयं अकारान्त आकारान्त धातवः इति कृतवन्तः. तत्र कोऽपि प्रक्रिया नास्ति, केवलं वर्णमेलनं भवति. यथा वयं चतुर्दशविधा धातवः अस्ति द्वादिगणे. सामान्यधातवः तत् सामान्यधातः आकारान्त यथा माङ् अस्ति, केवलम् एकं धातुः अस्ति माङ्, यानि माने आत्मनेपदि धातुः अस्ति. लटि मायाते भवति, यदि विकरणधातुः पठ अङ्गं भवति तदनन्तरं शत्रुप्रत्यय आगच्छति. अनुबन्धं रूपानन्तरं केवलम् अत् अवशिष्यते. तत्र माङ् माने इति धातुः आत्मनेपदि अस्ति इति कृत्वा रूपं शत्रन्तरूपं नास्ति खलु भगिनि? शानप्रत्ययन्तस्ति. अहं सामान्यप्रत्यय इति धन्यवादः. अन्यः अस्ति, अन्यः वदेत्. अस्तु, धन्यवादः भगिनि. रामप्रिया भगिनी वक्तुमिच्छति किं भगिनि, अत्र दिवादिगणे प्रमुखविषयः किम्? अङ्गनिमित्तिकं विषयाः सन्ति खलु, विषयानि विषयः अत्र त्रीणि विशिष्टकार्याणि सन्ति, तदपि उक्त्वा अग्रे वदति किं भगिनि. कुत्र अस्ति भगिनि? किम् इत्युक्ते प्रमुखविषयः अस्ति अङ्गस्य गुणः निषिद्धः दिवादिगणेश्यन् इति प्रथमम्. अनन्तरम् अनिदित् उपधातूनाम् उपद नकारलोपः भवति अनिदितां पदपदायनीति इति सूत्रेण. अनन्तरं सम्प्रसारणकार्यं भवति गृहीजा वयि व्यधिव षष्ठि गच्छति इति सूत्रेण. अस्तु, तदस्ति वा अस्मिन् करपत्रे भगिनि? आं भगिनि, अस्ति. किञ्चित् उपरि उपरितनं भागे अस्ति. अस्तु अस्तु, प्राप्तं प्राप्तं खलु. अस्तु भगिनि, ईकारान्तदातवः इति ततः आरभ्य. ईकारान्तदातवः दीर्घ ईकारान्त किल, दशदातवः सर्वे आत्मनेपदिनः. गुणनिषेधत्वात् अत्रापि किमपि अङ्गकार्यं नास्ति, अपि च यकारस्य संयोजनेन सन्धिकार्यं नास्ति, अतः केवलं वर्णमेलनम्. पि इति ईकारान्तदातवः, अत्र अपि गुणनिषेधः भवति. पीयते इति रूपम्, ईयते, प्रीयते, रीयते व्रीव्रीयते डीडीयते धीधीयते धीधीयते मी मीयते ली लीयते. दिवादिभ्यः श्यन् अतः यकारः इति विकरणप्रत्ययः अनुबन्धलोपानन्तरम्. अत्र किमपि अङ्गकार्यं किमपि नास्ति अतः वर्णमेलनमेव. ऊकारान्तदातवः धातुद्वयम् अस्ति, द्वावपि आत्मनेपदिनौ, सू सूयते धू दूयते इति तत्रापि समानकार्यमेव. गुणनिषेधः, विकरणप्रत्ययः मेलनं, अनन्तरं धातु धातु शत्रन्त रूपमेलनं प्रत्ययमेलनं. महोदय महोदय अत्र यकारः आगच्छति किल, तत्र आत्मनेपदिरूपस्य स्थाने वा श्य इत्यस्य विकरणप्रत्ययो वा पीयते सीयते श्यन् इत्यनेन महोदय? ओके धन्यवादः. विकरणप्रत्ययः श्यन् इति अधुना तु किमस्ति सार्वधातुकप्रक्रिया पश्यन्तः स्मः खलु. आर्धातकर प्रलृति अस्य अस्ति चेत् एव स्य इति आगच्छति, अत्र न, अत्र केवलं शन् इति विकरणप्रत्ययः. धन्यवादः. मणिमहोदय अग्रे वा पठति किं महोदय? ऊकारान्त क्षम्यताम् अधुपददातवः इति अत्र प्रश्नः नास्ति खलु? एतावत्पर्यन्तं यानि अस्माभिः दृष्टानि सर्वे तु आत्मनेपदिनः सन्ति इति कृत्वा अस्माकं तु शत्रुकार्यं नास्ति इति अधुपददातवः इति पठति किं महोदय? अधुपददातवः नवदशदातवः नस्योः श्यन् नस्य नस्ययोः शत्रु नस्ययोः अतोपुने इत्यनेन पूर्वपरयोः एकः पररूपम् आदेशः नश्यति इति. अनन्तरं शक् शक्य तदेव समानकार्यम् अत्रापि शक्यत् रद्यत् तप्यत् शक्यत् नम्यत् क्षम्यतां नम्यत् अस्यत् जस्यत् कस्यत् दस्यत् वश्यत् मश्यत् स्नश्यत् नह्यत् हिदुपददातवः शत एक शतदशदातवः स्नः स्यन् स्नह्य स्नह्य योः शत्रु स्नह्य योः अत् अधोगुणे इत्यनेन पूर्वप्रयोग पररूपमादेशः स्नह्यत् इति. सिद् सिद्ध्यत् चिप् चिप्यत् स्विद् स्विद्यत् क्लिब्द् क्लिद्यत् चिप्यत् डिप्यत् दिप्यत् तिप्यत् स्तिप्यत् श्लिष्यत् इति रूपाणि भवन्ति महोदय. सर्वे विकरणप्रत्ययमेलन खलु मकारः अस्ति खलु तिम्यत् तिम्यत् तदेव उक्तवान् किं महोदय? तिं स्तिम् इति स्थितौ मकारः. अस्तु महोदय धन्यवादः. तर्हि गुणकार्यं गुणकार्यं निषिद्धम् इति कृत्वा वर्णमेलनं केवलं वर्णमेलनं गुणकार्यं किमपि नास्ति अतः श्यन् प्रत्ययेन किमपि यदुपदा अपि अस्ति न गुणकार्यं न भवति इति. अस्तु महोदय. अरुणा भगिनी अग्रे पठति किल. अरुणा भगिनी क्षम्यतां भगिनि अहं न पठितुं न शक्यते इति उक्तवती. आमामां क्षम्यताम्. आमामां पुष्पभगिनी पठति किं भगिनि? पुष्पभगिनी भवत्यापि न शक्यते किं भगिनि? भगिनी पञ्चनिमिषं ओके. नास्ति चिन्ता. लक्ष्मी भगिनी यदा यथा शक्यते तथा वदतु, तदा वदतु. आं भगिनि अत्र उदुपदधातवः वा? आं भगिनि उदुपदधातवः अष्टत्रिंशत् धातवः सन्ति. क्रुद्धियोगः शन् इत्युक्त्वा अत्र अस्मिन् गणे शन् इति विकरणप्रत्ययः अस्ति. अनुबन्धलोपानन्तरं यकारः एव तत्र तिष्ठति. क्रुद्धियोगः यकारः क्रुध्य इति वर्णमेलनेन क्रुध्ययोगः शत्र. अत्रापि अनुबन्धलोपानन्तरम् अत् एव अवशिष्यते. क्रुध्य योगः अत् अत्र अतो गुणे इति सूत्रेण इत्युक्ते अत्र क्रुध्या तत्रापि अकारः अस्ति अपि च अत् इत्यस्मिन् आदिमवर्णः अकारः अस्ति. अतः अत्र अतो गुणे इति सूत्रेण पूर्वपरयोः स्थाने पररूपम् एकादेशः भवति. इत्युक्ते तेन अत्र वयं पूर्वमेव पठितवन्तः सवर्णदीर्घसन्धिं प्रपाद्य अत्र अतो गुणे इत्यनेन पररूपम् एकादेशः भवति. तेन क्रुध्यत् इति शत्रन्तरूपम् आगतम्. अपि च बुद्धधातुः बुद्धातुः अपि बुधपदधातुः अत्र समानकार्यमेव. तेन बुध्यत् शत्रन्तरूपं युद्ध युध्यत् कुप् कुप्यत् पुष् पुष्यत् तुष् तुष्यत् शुच् शुच्यत् उच् उच्यत् युज् युज्यत् लुट् लुठ्यत् तथा शत्रन्तरूपाणि आयान्ति. इत्युक्ते एतेषु धातुषु उपधायां लघु उकारः अस्ति. इत्युक्ते अत्र अतो गुणे इत्यनेन पररूपमेकादेशः भवति. अस्तु, अग्रिमं ऋतुपदमपि ऋतुपदधातवः. अत्र त्रयोदशधातवः सन्ति. नृत् उपधायां ऋकारः अस्ति. नृत् योगः श्यन् अत्रापि यकारः अवशिष्यते. अत्र नृत् योगः या नृत्या अनन्तरं शत्र प्रत्ययस्य योजनेन तत्रापि अत् इति अनुबन्धलोपानन्तरं तिष्ठति. नृत्य योगः अत् अतो गुणे इत्यनेन पूर्वपरयोः स्थाने पररूपमेकादेशः भवति. तेन नृत्यत् इति शत्रन्तरूपम्. इत्युक्ते अत्र शत्रन्तरूपेषु अत्र अजादिः अपित् प्रत्ययः यथा तिङन्तरूपेषु बहुवचनप्रत्ययं बहुवचनरूपं साधयामः तथा एव अत्रापि कार्यं भवति. नृत्यन्ति इति पश्यामश्चेत् तत्रापि तादृशं कार्यमेव भवति. तृप् तृप् अपि ऋदुपदधातुः. तृप्यत् इति रूपम् आयाति. तृष् तृष्यत् रुद् रुध्यत् हृष् हृष्यत् गृध् गृध्यत् दृप् दृप्यत् भृष् भृष्यत् वृष् वृष्यत् कृष् कृष्यत् इत्युक्ते एतेषु धातुषु उपधायां ऋकारः अस्ति. युवादिगणे धातुः अस्ति इति कृत्वा क्षन्वीकरणप्रत्ययः आयाति. अपि च शत्रुयोजनेन अत्र योजनस्य अनन्तरम् अतो गुणे इति तस्य कार्यमेव भवति. भगिनि, अत्रापि अदन्ताङ्गम् इति वदामः वा? आं भगिनि, यत्र भ्वादिगणः दिवादिगणः अनन्तरं चुरादिगणः तुधादिगणः अस्ति चेत् अदन्तम् अङ्गम् अस्ति खलु. चतुर्णामपि अदन्तम् अङ्गं. धन्यवादः भगिनि. धन्यवादः. सरला भगिनि पुनः अग्रे शेषधातवः इति. शेषधातवः पञ्चादशधातवः पुष्प इति संयुक्त धातुः अस्ति. हलन्तधातु पुष्प यकार अवशिष्यते. विकरणप्रत्ययः पुष्प्य इति अङ्गं भवति. तदनन्तरं शत्रु आगत्य अत् योजनेन अतो गुणे इति पुष्प्यत् इति भवति. वीर इति उपधायां धीज इकार अस्ति. कोऽपि कार्यं न भवति, केवलं वर्णमेलनं भवति. वीड् यत् अतो गुणे तदनन्तरं तथैव राध् इति आकारान्त दीर्घ आकारान्त अस्ति उपधायां. राध्यत् स्टीम् इति इकारान्त उपधायाम् अस्ति. स्टीम् यत् तव शिष्टा सर्वे आत्मनेपदी नास्ति यत्रे अथवा इदानीं वयं दृष्टवन्तः पुष्प्य वीरराज इति परस्मैपदे धातुः अस्ति अवशिष्टा सर्वे आत्मनेपदे धातुः अस्ति विशेषधातव पञ्चविंशति धातव अनदित् धातूनाम् उपधायां नकारलोपः द्वे धातु द्वौ धातु द्वौ धातु स्तः यस्य धातोः वयं जानीमः शन् इति अपित् अस्ति सार्वधातुक अपित् विकरणप्रत्ययः सो तस्य स्वभावः भवति कितिमिति इति गुणनिषेधः इदानीम् अनदिधातूनाम् उपधायम् अनदिधातु इत्यस्य यत् उपदेशे इदत् नास्ति तद् भवति अनदित् यत् तस्य नकार उपदेशायाम् अस्ति धातूनाम् अनदिधातूनाम् उपधायां नकारोप भवति इति गच्छति अत्र यस्य धातोः हस्व इकारस्य संज्ञा भवति सः धातु इदित् इति उच्यते यः धातु इदित् नास्ति सः अनदित् इति उच्यते अनदितां धातूनाम् उपधायां नकारस्य लोपः भवति कितिमिति कृते परे द्वादिगणे त्रादृशं द्वौ धातुः स्तः रञ्ज भंश च तयोः शतन्तप्रातिपदिकनिर्माणाम् अन्या रीत्या क्रियते इदानीं जलधातु मूले उपदेशायासम् इदित् अस्ति तस्य संज्ञा भवति इदित् तत् धातु वयं वदामः इदित् भवति यत् धातु इदित् नास्ति तत् भवति अनदित् अनदित् धातूनां यदि नकार उपधायाम् अस्ति तस्य नकारस्य लोपः भवति कितिमिति परे अस्य द्विवादिगणे इति ष्यन् धातु विकरणप्रत्ययः अस्ति यथा वयं उक्तवन्तः इदानीं ष्यन् इति सार्वधातुक अपि कितिमिति एव गुणनिषेधः भवति अपि कितिमिति परे अस्ति अनदित् धातूनां नकारस्य लोपः भवति धातु अस्ति द्वे धातु द्वौ धातु रञ्ज भंश इति धातुपाठे अनुस्वारः वर्गीयव्यञ्जानां पञ्चमसदस्या च इमे सर्वे मूले द्वितीयनकार एव इति बोध्यं तदा सन्धिकार्येण यथा सङ्गम् अनुस्वार अन्यानि वर्गीयव्यञ्जानि च स्थानि आगच्छन्ति वयं जानीमः वर्गीय व्यञ्जन पञ्चमव्यञ्जनम् अस्ति तत् अनुनासिकव्यञ्जनम् अस्ति तस्य स्थाने अन्तरतम् इति सूत्रेण तस्य समीपम् आगच्छति सवर्ण स्वर सवर्णः भवति तत् वर्णः तत् यथा इदानीं द्वादिगणे रञ्ज् धातुः अस्ति जकार इति चवर्गीय चवर्गीयवर्णः अस्ति तत् उपधाय रञ्ज्ञ इति तस्य चवर्गीय पञ्चमवर्णः अनुनासिकवर्णः अस्ति मूले तु नकारः अस्ति सो नकार अनुस्वारः भवति लश्चापदान्तस्य झलि इति सूत्रेण तद् अनुस्वारः तदनन्तरम् अनुस्वारस्य यै परसंवर्ण इति सूत्रेण वर्गीय तत् वर्गीयवञ्ज यत् व्यञ्जनपरे अस्ति तत् परसंवर्ण वर्गीयवञ्जन पञ्चमवञ्जन आगच्छति सो नकारस्य स्थाने वर्गीय व्यञ्जनस्य पञ्चमकार आगच्छति चरञ्जीति धातु निष्पदं भवति धन्यवादः भगिनि अग्रे लक्ष्मी भगिनी अत्र धातुपाठे अनुस्वारः वर्गीयव्यञ्जनानां पञ्चमसदस्याः च इमे सर्वे मूले दन्तनकारः एव इति बोध्यम् इति वाक्यमस्ति तद्वाक्यं भिन्नरीत्या वदामश्चेत् कथम् इतोपि समीचीनतया वदामश्चेत् कथं वदामः अहम् अवगतवती यत् अत्र अस्मिन् गणे ये ये धातवः सन्ति तेषु मूले यत् दन्त्यनकारः अस्ति सः दन्त्यनकारः तदनन्तरम् अनुस्वारः भूत्वा तदनन्तरम् अनुस्वारस्य स्थाने यथा सरलाभगिनी उक्तवती तत्तत् वर्गीय पञ्चमवर्णादेशः भवति इति एव अस्य वाक्यस्य आम् इति एव मम अपि अवगमनं भगिनि इति एव मम अपि अहमपि अवगच्छामि तथा एव अत्र किञ्चित् किमर्थं मूल मम अन्यविषये इतोपि जानाति किं भगिनि मम प्रिया भगिनी अस्मिन् विषये किमर्थं धातुपाठे सर्वत्र पश्यामः चेत् साक्षात् दन्तिनकारः इति मत्वा एव सूत्राणि आगच्छन्ति खलु कार्यं भवति सूत्राणाम् इति कृत्वा प्रायः तथा स्यात् रामप्रिया भगिनी अग्रे किमपि जानाति किल भगिनि मूले दन्त्यनकारः एव अस्ति इति चिन्तयित्वा कार्यं वयम् इदानीं कुर्मः अस्तु भगिनि क्षम्यतां रामप्रिया भगिनी पठति किं भगिनि अतः दिवादिगणे रञ्ज् धातोः मूलरूपमस्ति वस्तुतः रञ्ज् ब्रंश् धातोः मूलरूपमस्ति ब्रंश् तस्य एव विवरणम् उदाहरणमस्ति किल मूले दन्त्यनकारः एव इति बोध्यम् इति तत्र यदा दिवादिगणे रञ्ज् इति धातुः तत्र किं भवति इत्युक्ते मूले नकार दन्त्यनकारः अस्ति नश्चापदान्तस्य जलि इत्यनेन जलि परे अपदान्तस्य नकारस्य स्थाने अनुस्वारादेशः रञ्ज् इदानीम् अनुस्वारादेशः कृत्वा रञ्ज् अनुस्वारस्य ययि परसवर्णः इत्यनेन ययि परे अनुस्वारस्य स्थाने परसवर्णादेशः रञ्ज् अतः धातु अस्ति रञ्ज् परन्तु उपधायां नकारः अस्ति इति बोध्यं नकारः एव उपधायाम् अस्ति यद्यपि वयम् अनुस्वारादेशः कृतवन्तः परसवर्णादेशः कृतवन्तः तदापि नकारः एव उपधायाम् अस्ति इति अवगन्तव्यम् इदानीं रञ्ज् इति अस्माकम् अङ्गं निष्पन्नं रञ्ज् योगः श्यन् दिवादिभ्यः श्यन् इति अनन्तरं तत्र अनिदितां हल उपधायाम् इति इत्यनेन ङिति प्रत्यये परे उपधायां स्थितस्य नकारस्य लोपः तद् भूत्वा किं भवति इत्युक्ते रज् योगः य रज्य रज्ययोगः इदानीं शत्रुप्रत्ययः शत्रुप्रत्ययः योजयामः चेत् तत्र अत् इति अनुबन्धलोपानन्तरम् अतो गुणे इत्यनेन पूर्वपरयोः पररूपादेशः रज्यत् इति रूपम् आगच्छति तादृशमेव कार्यं ब्रंश् इत्यस्य तत्रापि नश्चापदान्तस्य जलि इत्यनेन जलि परे अपदान्तस्य नकारस्य स्थाने अनुस्वारादेशः ब्रंश् शकारः ययि नास्ति अतः परसवर्ण आदेशः तत्र न भवति अतः धातुः ब्रंश् परन्तु उपधायां नकारः अस्ति इति वयम् अवगच्छामः अत्र किं भवति पुनः ब्रंश् योगः स्यान् दिवादिभ्यः श्यन् इत्यनेन विकरणप्रत्ययः अनिदितां हल उपधायाम् इति अनिदित् धातुः अस्ति अतः उपधायां स्थितस्य नकारस्य लोपः कित् ङित् प्रत्यये परे ब्रश् योगः य ब्रश्य ब्रश्य इदानीं शत्रुप्रत्ययः योजयामः ब्रश्ययोगः अत् अतो गुणे इत्यनेन पूर्वपरयोः एकः पररूपादेशः ब्रश्यत् इति रूपम् आगच्छति इदानीं वदितुं शक्नोमि एक प्रश्नः अस्ति इदानीं चर्चा कृतं न अनिदितां तत्तु कोऽपि किं चर्चां कृतं मम मया न दृष्टं तथैव एवमेव आमां लक्ष्मी भगिनी पृष्टवती अत्र तु महोदयेन उक्तमस्ति खलु सर्वेषां यत्र यत्र वयं धातुपाठे पञ्चमसदस्यवर्गः पश्यामः वर्गीयव्यञ्जनं पश्यामः तत् मूले नकारः इति मन्तव्यम् इति उदाहरणार्थम् अत्र धातुपाठे किन्तु मूले तु नकारः इति मन्तव्यम् इति उक्तं तदेव विषयः आसीत् किमर्थम् इति लक्ष्मी किमर्थम् इति लक्ष्मीभगिन्याः अस्मिन् विषये पुनः किञ्चित् अग्रे वदतु इति उक्तवती. वयं तु न अहमपि न जानामि, केवलम् एवमेव मम अवगमनम् अस्ति. किमर्थम् इत्युक्ते तद् नकारः इति मत्वा एव कार्याणि साधयामः खलु, तर्हि कृतो नकारः इत्येव मन्तव्यम् इति अस्ति इति. एकवारं वदतु. नकारः मूले तु नकारः इति एव मन्तव्यं, तदनुसृत्य एव सूत्राणि प्रवर्तयामः खलु इति मन्तव्यम् इति एव. नकारः इति कृत्वा अनिदितं हल् उपदयम् इति इत्यनेन तस्य नकार, यद्यपि वयं साक्षात् नकारः अधुना नास्ति किन्तु मूले नकारः अस्ति इति कृत्वा तस्य लोपः भवति ञकारस्य अपि. पुष्प भगिनी पठति किं भगिनि अत्र सूत्राणां प्रथमवाक्यम् अनन्तरम् अनिदितां हल् हल् उपयादम् उपदाय अनिदितां हल् उपदाय कितिन्ति किनिति किनिति ऐम् सोरि येषां हलन्तधातूनां ह्रस्व इकारस्य इत्संज्ञा नास्ति, शब्दः नास्ति न लिविङ्ग् रूम् हेस् द टी वि आर् गोयिङ्ग् यु डोण्ट् हियर् द सौण्ड् रैट् इट्स् ओके न भगिनि सम्यक् अस्ति. अस्तु, तेषाम् उपदायां नकारः अस्ति चेत् तस्य नकारस्य लोपः भवति कितिनिति प्रत्ययपरे. अनुवृत्तिसहितसूत्रम् अनिदितां हलः अङ्गस्य उपदाय न लोपः किनिति. कथं वक्तुं किनिति सम्यक् अस्ति वा किनिति? अस्तु अस्तु अस्तु अस्तु. नश्च पदान्तस्य जलि अनुस्वारादेशः नश्च पदान्तस्य जलि जलि अपदान्तस्य नकारस्य मकारस्य च स्थाने जलि अपदान्तस्य नकारस्य मकारस्य च स्थाने अनुस्वारादेशः भवति. पद अनुवृत्तिसहित सूत्रम् एवं झलि अपदान्तस्य मह नः च अनुस्वारः इति. झल् प्रत्याहारे वर्गस्य प्रथमः द्वितीयः तृतीयः चतुर्थः च वर्णाः अपि च श श सः इति वर्गाः अन्तर्भूताः. हा कथम् अन्तर्भूताः? शसः, ओ शशसः, क्षम्यतां किं वदामि परसवर्णादेशः अनुस्वारस्य ययि परसवर्णः, अनुस्वारस्य ये परसवर्णः ययि अनुस्वारस्य स्थाने परसवर्णादेशः भवति. परस्य सवर्ण परसव न ययि अनुस्वारस्य स्थाने परसवर्णादेशः भवति. अनुवृत्तिसहितसूत्रम् एवम् अनुस्वारस्य ययि परसवर्णः संहितायाम् इति. परसवर्णः इत्युक्ते अनुस्वारात् परः यः सवर्णः तस्य सवर्णः. तत्तु अनुवृत्तिसहितसूत्रं कोऽपि नास्ति, तद् वयम् अवगन्तं न सवर्णः नाम अनुस्वारात् परे यः वर्णः तस्य वर्णस्य वर्गे ये स्थिताः ते. अनुस्वारस्य स्थाने तेषु परसवर्णेषु अन्यतमः आदिष्टः भवतु भवतु भवति भवतु परन्तु तेषु परसवर्णेषु अस्माभिः कः अपेक्षितः? स्थानेन्तरमः. स्थानेन्तरमः सूचयति यत् यस्य स्थाने आदेशः भवति तस्य अन्तरतमो नाम सदृश आदिष्टः भवतु. वर्गी कथं भवतु इति वदति अत्र लकारः अस्ति कथापि तथापि वक्तुं शक्नुमः. वर्गीयव्यञ्जन व्यञ्जनेषु अनुस्वारस्य सदृशः वर्गीयव्यञ्जनेषु अनुस्वारस्य सदृशः पञ्चमसदस्यः एव. अतः स्थानेन्तरमः इत्यस्य सहायेन अनुस्वारस्य ययि परसवर्णः इत्यनेन अनुस्वारस्य स्थाने अग्रिमवर्णस्य वर्गीयपञ्चमादेशः भवति तथा अङ्ग अङ्ग मञ्च मञ्च मन्ता मन्त अत्र अस्तु अध्येयम् अग्रिमस्थानेन्तरतमः तावत् पर्यन्तं देयं न देयं न वदामि देयं यै प्रत्यहारः वक्ति यत् शशसः एषु अन्यतमः परे अस्ति चेत् अनुस्वारस्य परसवर्णादेशः न एव भवति यथा रंस्यते रंस्यते नश्यति नंस्यति नंस्यति सङ्गंस्यते सङ्गंस्यते इति एव तिष्ठति अत्र अनुस्वारः एव तिष्ठति अत्र सङ्ग् इत्यस्मिन् तु भवति खलु हा अत्र अनुस्वारः तत्र सम् इति अस्ति खलु सम् इति तत्र तु परसवर्णः भवति गकारस्य परसवर्णः अस्ति इति कृत्वा अत्र अस्ति वा अत्र स इङ् तत्र अस्ति अनन्तरं ग तस्य अनन्तरं यत् सकारात् पूर्वम् अस्ति तत्र तु न भवति तस्य न भवति अत्र प्रिण्टिङ्ग् मिस्टेक् लक्ष्मी भगिनी किमपि वदति उक्तवती किम् तदेव भगिनि अत्र कवर्गीय ञकारः स्थानेन्तरतमः प्रसङ्गे स्थानम् अर्थं गुणं प्रमाणं वा अनुसृत्य तुल्यतम आदेशः भवतु अत्र पूर्णतया पठामि यत्र यत्र स्थानेन निर्णेतुं शक्येत तत्र तत्र स्थाने स्थानमेव निर्णयस्य आधारः स्थाने सप्तम्यन्तम् अत्र अन्तं मकारः नास्ति सप्तम्यन्तम् अन्तरतमः प्रथमान्तम् अथवा न नकारः अस्ति नकारः न सप्तम्यन्तं हा द्विपदमिदं सूत्रं पदं सूत्रं परिभाषासूत्रम् इदं सूत्रं परिभाषासूत्रं ऐ डोण्ट् नो वाट् ऐ एम् रीडिङ्ग् यत्र आदेशः अपेक्षितः अपि च अनेकेषां वर्णानां एकनिमिष यत्र एक पङ्क्तिः अस्ति आदेशः अपेक्षितः अपि च द्वितीय अनेकेषां वर्णानां ग्रहणम् अस्ति अपि च तृतीय तेषु कः वर्णः गृहीतः स्यात् इत्यर्थं कोऽपि नियमः नास्ति तस्यां दशायां यत् सूत्रम् आगत्य नियमति तत् परिभाषासूत्रम् इति उच्यते एकवारं वदत् पठामि यत्र एकः आदेशः अपेक्षितः अपि च अनेकेषां वर्णानां ग्रहणम् अस्ति अपि च तेषु कः गृहीतं स्यात् इत्यर्थं कोऽपि नियमः नास्ति तस्यां दशायां यत् सूत्रम् आगत्य नियमति तत् परिभाषासूत्रम् इत्युच्यते अत्र प्रसङ्गे तुल्यतम आदेशः इति उक्तं प्रसङ्ग इत्युक्ते यत्र प्राप्तिः अस्ति तुल्यता समानता सादृश्यम् इत्यस्य आधारेण आदेशस्य विधानं चेत् तर्हि स्थानम् अर्थं गुणं प्रमाणं वा अनुसृत्य तुल्यता परिशील्यताम् सर्वप्रथमं स्थानं न उपलभ्यते चेत् अर्थः, अर्थः न उपलभ्यते चेत् गुणः, गुणः न उपलभ्यते चेत् प्रमाणम् इति निर्णयस्य आधारः. अस्तु, सर्वे अवगच्छन् वा? भगिनि, पूर्वम् अस्माभिः दृष्टं खलु करपत्रे दिवादिगणः इति तत्र दिवादिगणः इति पाठः अस्ति खलु, तत्र पश्यति चेत् एकैकस्य प्रमाणं स्थानं गुणः तत्र विवृतमस्ति. ते सर्वे मम मया दिवादिगणे ते सर्वे न्यूनम् आसीत् इदानीम् अर्थम् आगच्छति, तथैव वक्तुं शक्नोमि तथैव. ओके, अग्रे अग्रे अन्येषां कृते वदामि. धन्यवादः भगिनि, धन्यवादः. पठामि महोदय. इतां धातूना न लोपः न भवति. यदा वति इदित् धातुः इदित् नुम् धातोः इदितो नुम् धातोः इति निर्मागमः वन्द् इति धातुः, अस्य न लोपः न भवति. अत्र मूले इत् इकारः इत् अस्ति, अतः द्वितनं धातोः इति सूत्रेण नकार आदेशः मध्ये अतः वन्द् इति रूपं भवति. अत्र न लोपः इति व्यत्यासात् अणीतं धातुना उभत लोपः इति सूत्रेण न अत्र लोपः भवति इति अर्थः. वदि यः वद् यः वन्द् अनन्तरम् अनुसरसै परसम्पदंसि जलि इति सूत्रेण अनुसरः भवति. अनन्तरम् अनुसारस्य परसमकारस्य पञ्चमवर्ण आदेशः अनुसारस्य स्थाने अतः वन्द् इति रूपं. वदि वद् उपदेश अनुस्क इत्यकार इत् भवति. वद् उपदेश अनन्तरम् इति द्वनं धातौ इति नकार आदेशः वन्द् इति. अनन्तरं वसाम्पदं चेत् अनुसारं भवति. अनन्तरम् अनुसरसै प्रसन्न नकारः आगच्छति वन्द् इति रूपं. तदेव लाचि लाच् लाञ्च् लाञ्च् लाञ्च् इति रूपम्. अत्रापि इकारोलोपः भूत्वा अनन्तरम् अनुसरसै प्रसन्न आगच्छत् अनन्तरम् अनुसरसै सम्पदस्य अनुसरसै प्रसन्न चकारस्य पञ्चमकार आदेशः. तदेव अपि कम् कप् कम्प् कम्प् कम्प् इति लबि लब् लम्ब् लम्प् लम्प् इति रूपम् आदेशः भवति भवन्ति. इति तु पठामि वा? इदितनं धातोः इदितः धातोः नुम् आगमो भवति. सूत्रं स्वयं सम्पूर्णम् इदितो नुम् धातो इदितोः धातोः नुम् आगमः इति. इदित् अस्ति चेत् तस्य स्थाने नकार आदेशः इति महोदय. अत्र इदितो अस्ति, इदितो इदितो क्षम्यताम् इदितो. धन्यवादः महोदय. इदितो धातोः नुम् आगमः इति प्रश्नः उदेति. यदि वदि धातोः नकार आदेशः भवति एव, तर्हि किमर्थं वन्द् मूलधातुः न स्यात्? तथैव यदि लबि मकारः आयाति एव, तर्हि किमर्थं लम्ब् इत्येव मूलधातुः न स्यात्? उत्तरमस्ति यत् तत्र कतिचन कार्याणि सन्ति. यदा अनिद्दां हल्लुपदा इति इत्यनेन यकारः यः धातुः इति नास्ति, तस्य धातोः उपदयांशस्य नकारः लोपः स्यात् इति प्रत्यपरे. परन्तु इदि चेत् अस्माभिः यकारः यः नकारः आनीतः तस्य नकारः लोपः कस्यामपि दशायां न भवति. साक्षात् आरम्भतः नकारः अस्ति चेत् तस्य लोपः कितिनीति च भवति. यदा बन्ध धातोः धातौ नकारः उपस्थितः मूलधातौ अधः तितिनिति परे नकारः लोपः ल्युटि बन्धनं न उपस्थि नकारः उपस्थितः यतोहि ल्युट् प्रत्यये कित् अपि नास्ति मित् अपि नास्ति अतः नकारः न लोपं भवति परन्तु दान्तरूपं बन्त् बद्ध नकारः लोपः यतोहि कित् प्रत्यये कित् पित्तप्रत्ययः कित् अस्ति लभि धातोः युतनुं धातोः इत्यनेन नुमागमः लम्ब अस्य नकारः लोपः कितिमिति प्रत्ययपरि न भवति यदा रिक्तान्तरूपं लम्बितः अत्र प्रश्नः अस्ति मूले धातु वन्द् इति वदि इति एव उक्तं वन्द् नकारः मध्ये न नास्ति इति किमर्थं भवति इति प्रश्नः अत्र नकारः अस्ति चेत् अनीतम् अल्पदयः इति मत्वा नकारः लोपं भवितुम् अर्हति इत्यनेन नकारः मूले नास्ति इकारः एव उक्तम् अस्ति इति अत्र दत्तं महोदय. भगिनि भगिनि अत्र द्वे त्रयः स्थाने तौ धातौ इति वदति ते सर्वे धातौ न वदी धातौ बन्ध् धातौ मूलधातौ इति अस्ति तदेव तद् सर्वे धातौ इति न सप्तम्यन्तरूपम् अवश्यं क्षम्यतां क्षम्यताम् लक्ष्मी भगिनी कृपया पठामि भगिनि. अत्र सम्प्रसारणेन धातवः एकः धातुः एव सम्प्रसारणसंज्ञा भवति यत्र यणः स्थाने एकादेशः भवति धातौ एतादृशं कार्यं भवति चेत् सः धातुः सम्प्रसारणे दिवादिगणे एकः सम्प्रसारणे धातुः अस्ति यद् धातुः अधस्तनेन सूत्रेण ग्रहीज्या इत्यनेन कृतिमिति प्रत्यये परे सम्प्रसारणं भवति नाम यणः स्थाने इक् आदेशः भवति. भगिनि अत्र सम्प्रसारणी इति तत्र इणि प्रत्ययः अस्ति अस्य अस्मिन् वा इति पुंलिङ्गे सः धातुः सम्प्रसारणी गुणी सिद्धवत् सम्प्रसारणम् अत्र पठामि वा. अत्र यकारस्य स्थाने सम्प्रसारणम् इत्युक्ते यण् प्रत्याहारस्थवर्णानां स्थाने इक् प्रत्याहारस्थवर्णाः आदेशाः भवन्ति सम्प्रसारणकार्ये. अत्र सम्प्रसारणम् इत्युक्ते यकारस्य स्थाने इकारः वकारस्य स्थाने उकारः रेफस्य स्थाने ऋकारः लकारस्य स्थाने ऋकारः आदेशाः भवन्ति. यद् धातौ तादृशौ यद् धातौ तादृशौ द्वौ वर्णौ स्तः वकारः यकारः च अत्र न सम्प्रसारणे सम्प्रसारणम् इति सूत्रेण परस्य एव सम्प्रसारणं भवति न तु पूर्वस्य. अतः यद् धातौ यकारस्य सम्प्रसारणं भवति. तत्र यद् इति धातौ आदौ आदिमवर्णः वकारः अनन्तरं यकारः अस्ति इत्युक्ते वकारयकारः द्वौ वर्णौ अपि तस्मिन् धातौ स्तः तत्र तस्यां दशायां तत्र न सम्प्रसारणे सम्प्रसारणम् इति सूत्रेण परवर्णस्य सम्प्रसारणं भवति न तु पूर्ववर्णस्य. इत्युक्ते अत्र पूर्ववर्णः वकारः परवर्णः यकारः इत्युक्ते यकारस्य स्थाने इकारः एव आयाति अनेन सूत्रेण. अत्र उदाहरणं लिखितमस्ति, व्यध् धातुः योगः ष्यन् विकरणप्रत्ययः. अधुना न सम्प्रसारणे सम्प्रसारणं सूत्रेण इति सूत्रेण सम्प्रसारणे परे पूर्वं स्थितस्य वकारस्य सम्प्रसारणं न भवति. अनन्तरं ग्रहीज्या इति सूत्रेण सम्प्रसारण आदेशः भवति. इत्युक्ते यज्ञः सम्प्रसारणम् इति सूत्रं संज्ञासूत्रं, किन्तु ग्रहीज्या इति सूत्रं विधिसूत्रं, तेन सम्प्रसारणकार्यं भवति. यदा सम्प्रसारणं भवति तदा वकारः योगः यकारस्य स्थाने इकारः, अनन्तरम् अकारः पूर्वमेव अस्ति तत्र धकारः. वकारः योगः इकारः योगः अकारः योगः धकारः योगः यकारः शन् इत्यस्मात् यकारः तत्र तिष्ठति आगच्छति अनुबन्धलोपानन्तरं, तदा सम्प्रसारणाच्च अन्यत् सूत्रं सम्प्रसारणाच्च इति सूत्रेण अत्र सम्प्रसारणसंज्ञकः वर्णात् परे अच्वर्णः अस्ति चेत् पूर्वपरयोः स्थाने एकः पूर्वरूपादेशः भवति. इत्युक्ते अत्र अत्र वकारः इकारः अकारः इत्युक्ते इकारस्य अनन्तरम् अकारः अस्ति, इत्युक्ते तत्र अच्वर्णः अस्ति सम्प्रसारणसंज्ञकवर्णात् परं परे अच्वर्णः अकारः अस्ति. अतः अत्र सम्प्रसारणाच्च इति सूत्रेण पूर्वरूपादेशः भवति. इत्युक्ते तत्र इकारः एव द्वयोः स्थाने पूर्वपरयोः स्थाने इकारः आयाति, तेन अकारः योगः इकारः अपि च धकारः. तदा कुर्मः वर्णमेलनं कृत्वा विध् भवति, विधियोगः या विध्या योगः शत्र. अत्र विध्ययोगः शत्र, शत्र इत्युक्ते अत् विध्ययोगः अत् अत्र अतोगुणे इत्यनेन पूर्वपरयोः एकः पररूपादेशः. अत्र अतोगुणे इत्युक्ते अहं चिन्तयामि अत्र अत् अकारः गुणसंज्ञकवर्णः. अतः भगिनि पूर्वम् अतः इति गुणे अतः इति षष्ट्यन्तं पदं खलु, अनन्तरं गुणे परे गुणवत् क्षम्यतां यत् अस्ति गुणवर्णस्य एव आदेशः पररूपादेशः भवति इति. धन्यवादः. अत्र विद्यत् इति रूपम् आयाति, विद्यत् सत्रन्तोपम् अग्रे पठामि. धन्यवादः. पठतु पूरयतु. ग्रहिज्यावहि ग्रहिज्यावयि व्यधि वष्टि विचति वृष्टति पृच्छति भृजतीनां कृति च. ग्रह ज्या वयि व्यध् पश् यच् प्रश्च प्रच् ब्रज् येषां सम्प्रसारणं भवति कितिमिति प्रत्यये परे. अनुवृत्तिसहितसूत्रं ग्रहिज्या वयि व्यधि व्यश् वष्टि विचति वृष्टति पृच्छति भृजतीनां कृति कीति च सम्प्रसारणम्. इत्युक्ते अत्र अत्र ये ये शब्दाः अस्मिन् सूत्रे सन्ति ते सर्वे धातवः भगिनि. आं भगिनि, अत्र अत्र तु इक्षणः क्षम्यताम् इक्षिप्तौ धातुनिर्देशे इति कानिचन तु इक्वा इक् इत्यनेन वा क्षिप् इत्यनेन वा निर्दिष्टः भवति, धातवः एव सन्ति धातुनिर्देशः एव अस्ति. इत्युक्ते अत्र कुत्र वदति तद् भगिनि, कुत्र वदति अत्र नीति यदि वष्टि इति उक्तं खलु तस्मिन् विषये भगिनि. यदि वष्टि यदि गृहिज्या वै व्यधि व्यधि इकारः श्रूयते खलु व्यधित्येव धातु किमर्थं तत्र इकारः अनन्तरम् इच्छति इति व्यच् धातोः विच्छति इति रूपम् अस्ति तर्हि तत्तु किमस्ति क्षितिभौ न धातुनिर्देशे इत्यनेन धातुनिर्देशः एव इति भगिनि अत्र अस्मिन् सूत्रे आरम्भे केवलं ग्रहि इति दत्तमस्ति ग्रहि सप्तम्यन्तरूपं ज्या अहं न जानामि वै व्यधि वष्टि विच्यति वृच्छति सर्वेषामिति नामिति तत्र मध्ये भगिनि अत्र मध्ये यदस्ति स्पेस् अस्ति खलु विरामः अस्ति खलु तद् मास्तु इति मन्ये गृहीज्या वै व्यधि वष्टि बृञ्जतीनाम् इति बहुवचने अस्ति खलु तर्हि तत्र तु समासः अस्ति लट् रूपं लट् रूपाणि सन्ति लट् नास्ति वा इष्टिप् चिप् वा इक् वा निर्देशः अस्ति भगिनि अत्र भृजतीनाम् इति लिखितमस्ति इत्युक्ते षष्टि बहुवचनरूपमस्ति किन्तु अत्र पृच्छति वृच्छति भृजति इति वदामश्चेत् तत्र सप्तम्यन्तं रूपं वा नो चेत् लट्लकाररूपं वा धातुनिर्देशः इति सूत्रम् इति अस्ति किम् इत्युक्ते पाणिनिना धातुनिर्देशः केवलं धातोः एव न साक्षात् रूपं दत्वा कुत्रचित् भवति अन्यथा तु इक् वा स्टिप् वा इति प्रत्ययान् प्रत्ययौ योजयित्वा अपि निर्देशः भवति अत्र विच्छति इति पश्यामः चेत् व्यच् धातोः स्टिप् निर्देशम् अत्र तु स्टिप् इति यत्र पश्यामः चेत् तत् इक् स्टिप् द्वौ अपि लकारः नास्ति द्वौ अपि नामप्रत्ययः अस्ति किमर्थम् इत्युक्ते केवलं धातुनिर्देशाय नामप्रत्ययः सन्ति प्रातिपदिकं साधयामः स्टिप् इत्यनेन तर्हि विचति इति अत्र प्रातिपदिकं वर्तते किन्तु धातुनिर्देशार्थं पाणिनिना प्रयुज्यते अत्र अत्र यङ्ग्लुकि यत्र स्टिप् अस्ति चेत् यङ्ग्लुकि तस्य कार्यं न भवति इति अपि अस्ति इक्ष्टिपि तत् वयं न पठामः न न अनेके करपत्रेषु वर्तन्ते विषयः अनेकेषु करपत्रेषु इक्ष्टिपो न धातुनिर्देशे इति आरम्भतः वयं पठामः किं पत्र करपत्र अहं वदामि भगिनि अत्र अहं वदामि अहं प्रेषयिष्यामि भगिनि अत्र किम् इत्युक्ते अत्र पाणिनिना किम् उक्तम् इत्युक्ते इष्टिप् इत्यनेन यत् दीयते प्रायः किमर्थम् इष्टिप् इति प्रत्ययोः आवश्यकता कुतः इति पृच्छामः चेत् प्रायः वेदेषु छान्दसः कृते स्यात् तत्तु प्रथमम् अस्ति इक् इत्यस्य निर्देशः किमर्थं स्टिप् इत्युक्ते यङ्लुगन्तविषये तस्य कार्यं न भवति तर्हि गृहीजा वै इति सूत्रे अत्र तु विचति इति अस्ति खलु स्टिप् निर्देशः अस्ति व्यच् धातोः तर्हि गृहीजा वै इति सूत्रं यङ्लुकि कार्यं न भवति व्यच् धातोः कृते किन्तु गृह जा धातोः कृते वै धातोः कृते व्यधि धातोः कृते यङ्लुगन्त प्रक्रिया अत्र भवति तत्र तु अस्य सूत्रस्य कार्यं भवति किन्तु व्यच् धातूनां कृते न भवति ब्रश् धातूनां कृते न धातोः कृते न भवति पृच् धातोः कृते अपि न भवति ब्रश् धातोः अपि न भवति किमर्थम् इत्युक्ते स्टिप् निर्देशः अस्ति सूत्रे निर्देशः इक् वा स्टिप् वा इति प्रत्यये योजयित्वा पाणिनिना उच्यते सूत्रेषु किमर्थम् इत्युक्ते इक् किमर्थम् इति मया पूर्णतया न जाने केवलं छान्दसः कृते स्यात् किन्तु स्टिप् निर्देशस्य क्यः अर्थः को अर्थः इत्युक्ते यङ्लुगन्तानां कार्यं मास्तु इति परिभाषा अपि वर्तते भगिनि, यङ्ग्लुकि स्टिप् निर्देशेन यङ्ग्लुकि कार्यं मा भवतु इति परिभाषा अपि वर्तते. अहं परिभाषां स्मृतवती, स्मरति किम्? इत्युक्ते भगिनि, केवलं मम अवगमनार्थं वदामि, पृच्छामि. अत्र यद्यपि अत्र पश्यामश्चेत्, रूपाणि पश्यामश्चेत्, प्रच् इति धातोः रूपं पृच्छति इति अस्ति, व्रश्च इत्यस्य रूपं वृच्छति अस्ति. यथा भवती उक्तवती इक्स्थिपौ धातुनिर्देशे इति सूत्रेण, अस्मिन् सूत्रे तादृशप्रत्ययं योजयित्वा सूत्रं निर्मितमस्ति. तत्र कारणमस्ति. धन्यवादः. अहं परिभाषा अस्ति, येन उच्यते कुत्र कुत्र स्टिप् निर्देशेन कुत्र कुत्र कार्यं न भवति इति उक्तमस्ति. तत्र तु अन्य यत्र यङ्ग्लुक् अपि तत्र उक्तं योजितं भवति. यङ्ग्लुक् पाठं पश्यामः चेत् प्रायः तत्र स्यात्. अहम् एकनिमिषं पश्यामि. भानुवासरस्य वर्गे तु यङ्ग्लुक् इति विषयः समाप्तः, तर्हि तत्र प्रायः स्यात् तस्मिन् करपत्रे. यङ्ग्लुक् वयं पठितवन्तः? न न, अस्माभिः न पठितं, वयं पूर्णतया भानुवासरस्य वर्गे कृतं. छत्रन्तरूपं, छत्रन्तरूपं यङ्ग्लुक् इति नूतन यङ्ग्लुक् उपयुज्य कार्याणि कृतवन्तः, किन्तु यङ्ग्लुक् विषये पुनः पुनः इत्यस्मिन् अर्थे यङ्ग् प्रत्ययः विधीयते, तत्तु अस्माभिः न कृतं. भगिनि चिन्ता मास्तु, अग्रे गच्छामः. अत्र इतोपि पठनीयं बहु किमपि अस्ति अतः. अग्रे पठतु, कस्य क्रमः आसीत्? रामप्रिया भगिनी पठति किल. आं भगिनि, ग्रह क्रयादौ गृह्णाति इति रूपं, त प्रत्यये परे किति इत्यस्य उदाहरणं, तत्र गृहीतः इति भवति. अत्र तु गृहीज्या इत्यस्य कारणेन आं तत्र सम्प्रसारणकार्यं भवति. ग्रह् इत्यस्य रेफस्य स्थाने ऋकारादेशः, गृह्णाति इति लटी रूपं, गृहीतः इति किति प्रत्यये परे तस्य सम्प्रसारणं न भवति. अस्तु, गृहीतः इत्येव उदाहरणं भवति तत्र. तिक्तप्रत्ययः अस्ति अत्र, इति प्रत्यये परि ग्रहधातुः गृह इति भवति खलु, भवति एव, भवति एव, क्षम्यतां. ज्या क्रयादौ तत्र जीनाति, वृद्धः जीर्णः भवति, वृद्धः जीर्णः भवति इति अर्थद्वयमस्ति. जीनः इति तत्रापि यकारस्य सम्प्रसारणम् इकारः भूत्वा जीनाति इति एकं रूपम्. अनन्तरं तत्र यथा किति प्रत्यये परे तत्रापि कार्यम् ईकारः आदेशः भूत्वा जीनः इति भवति. ज्या धातुः या यकारस्य स्थाने इकारः, ई कथम् आगच्छति? जीनः किं भगिनि, गृह्णाति इति न, जीनः, जीनः इति जकारः यकारस्य स्थाने इकारः. अनन्तरं सूत्रं महोदय, अस्तु, धन्यवादः महोदय. अस्तु, हीनः इति भवति तस्मिन् इति क्षम्यतां. तत्र वै इति धातुः, वे भ्वादौ, वयति इति तत्रापि ते वयति वयते, तत्र तत्तु भ्वादिगणे अस्ति इति कृत्वा तत्र सम्प्रसारणं न भवति. अवगतं. सम्प्रसारणं न भवति तत्र, कितिङिति प्रत्यये परे नास्ति, अतः लटि तु वयति वयते अस्ति, परन्तु कित् तान्तरूपं तत्र तु सम्प्रसारणं भूत्वा उतः इति रूपम्. अनन्तरं व्यद् दिवादौ, व्यद् दिवादौ इत्युक्ते श्यन् इति विकरणप्रत्ययः, तत्र तु पुनः सम्प्रसारणकार्यं भवति, अतः विद्यति. यद्यपि तत्र सम्प्रसारण कार्यं न न सम्प्रसारणे सम्प्रसारणम् इति सूत्रेण परे स्थितस्य एव सम्प्रसारणं भवति, यकारस्य सम्प्रसारणं भूत्वा विद्यति विद् इति छिनत्ति इति अर्थः, विद्धः इति तान्तरूपं. वश् अधादौ अस्ति, अधादिगणे अपि अदादिगणे न भवति. किमर्थं तत्र तु गुणस्य निषेधः अस्ति. अस्तु, वष्टि उषितः अवगतं, किमर्थं न भवति भगिनि? तत्र तु गुणनिषेधः अस्ति एव, परन्तु साक्षात् तिप् अवगतं, क्षम्यतां, तिप् इति पित् अस्ति, अतः तत्र न भवति. अस्तु, व्यच् तुदादिगणे तत्र तत्र सम्प्रसारणं भवति, तुदादि भ्यश्य किल, आम्, तत्र तु भवति यकारस्य सम्प्रसारणं, विच्छति विचितः इति. व्रश् तुधादौ तत्रापि सम्प्रसारणं भवति, वृच्छति, व्र इत्यस्य ऋकारादेशः, वृच्छति कर्तयति इति अर्थः, वृक्नः. प्रच् इति धातुः, प्रच् इति धातुः तुधादौ तत्रापि सम्प्रसारणं भवति, पृच्छति पृष्टः. ब्रश्च तुधादौ तत्रापि भवति, बृज् बृञ्जति, टु फ्रै पार्च् रोस्ट् बृष्टः. यत्र यत्र कित्ङित् प्रत्ययः परे अस्ति चेत् तत्र तत्र सम्प्रसारणं भवति, यदा पित् प्रत्ययः अस्ति चेत् तत्र गुणः तत्र सम्प्रसारणं न भवति, भुआदौ तु न भवति एव. अवगतम्. अग्रे अपि पूरयति किं भगिनि? आम् आम्, इग्यणः सम्प्रसारणं, यणः स्थाने यः इक् प्रत्याहारे स्थितवर्णः आदिष्टः तस्य सम्प्रसारणसंज्ञा भवति. तत्र सूत्रं सम्पूर्णं यणः इक् सम्प्रसारणम् इति संज्ञासूत्रमस्ति. यणः स्थाने इक् इति आदिष्टः भवति, तत्र सम्प्रसारणम् इति संज्ञा, तस्य संज्ञा. सम्प्रसारणाञ्च सम्प्रसारणसंज्ञकवर्णात् परे अच् अस्ति चेत् पूर्वपरयोः स्थाने एकः पूर्वरूपादेशः भवति. अनुवृत्तिसहितसूत्रं सम्प्रसारणाच्च अचि पूर्वपरयोः एकः पूर्वः संहितायां. यदा सम्प्रसारणवर्णस्य परे अच् वर्णः अस्ति चेत् तत्र पूर्वरूपादेशः भवति इति सूत्रं वदति. न सम्प्रसारणे सम्प्रसारणम् इति सूत्रं, सम्प्रसारणे परे पूर्वं स्थितस्य सम्प्रसारणं न भवति. सूत्रं स्वयं सम्पूर्णं, तत्र न सम्प्रसारणे सम्प्रसारणं. यदा सम्प्रसारण वर्णस्य परे सम्प्रसारणे परे पूर्वं स्थितस्य यद् सम्प्रसारणवर्णः अस्ति चेत् तस्य सम्प्रसारणं न भवति. यदा वयं व्यद् इति दृष्टवन्तः तत्र यकारस्य एव सम्प्रसारणं भवति, वकारस्य न. धन्यवादः भगिनि. पुनः सरला भगिनि पठति किं भगिनि? विकारान्तधातव धातुद्वयं द्वादिगणे झिष् झिष् इमौ द्वौ धातौ धातु विकारान्तौ हल्यन्तं तस्य लोपः इत्याभ्यां झृष् झिष् झृष् झृष् द्वौ धातौ स्तः विकारान्तधातव द्वादिगणे हल्यन्तमिति तस्य लोप इति संज्ञा भवति, अवशिष्यते झृ झृ. सो दीर्घविकारान्त अस्ति, झृ योगश्यन् झृ योगय ऋद् धातु इत्यनेन ऋदन्तस्य धातु ह्रस्व इकारदेश झि योगय पुनरपरः इत्यनेन विकारस्थाने यदा अण आदेशः भवति तदा सदारपरः जिर् योगय य हलादि अतः हलि च इत्यनेन हलि परिरेफान् तस्य धातोपधायां स्थित एकवर्णः दीर्घ जीर् योगय जीर्य योग शत्रु अतो गुणे इत्यनेन पूर्वपरयोः एकपररूपादेश जीर्यत् अत्र जे इति उपदेशधातु तदनन्तरं अनुबन्धलोपानन्तरम् आगच्छति श्यन् विकरणप्रत्यय इति जिनयोगय ऋद् धातु इति धातु सूत्रेण यत्र ऋकारान्तधातुः अस्ति तस्य स्थाने इकार आगच्छति सो ज ऋकारस्य स्थाने इ आगच्छति सो जियोगय भवति इदानीं ऋकारान्त इति स्थाने यदि इक् प्रत्ययस्य कोऽपि वर्णः आगच्छति अण् प्रत्ययस्य सो अण् प्रत्ययम् इ ऊर् इति भवति सो अत्र इ आगच्छति तत्र पर अपि रेफ अपि आगच्छति सो ज योगय इति भवति उनरपर इति सूत्रेण तदनन्तरं हलि च इति सूत्रेण पूर्वस्थितस्य रेफान्तस्य अङ्गस्य पूर्वस्थितस्य इकारस्य ह्रस्व वर्णस्य ह्रस्वस्वरस्य दीर्घ भवति ओ भगिनी भगिनी भगिनी भगिनी कोऽपि बटन् प्रेस् करोति करोति बहु शब्दम् आयाति तत्तु भगिन्याः सरला भगिन्याः सरला भगिन्याः दूरवाण्याः क्लेशः नो चेत् हेड्सेट् इत्यस्य क्लेशः स्यात् इति मन्ये It is very noisy. Okay. Asmakam karanasya anta bhinnam karoti. I think internet is better bagini try mari. My internet is not working today there. Okay. Oh, yeah, but all the time it happens. That's why she Bhavya bagini tells me. Okay. Okay, G, Hali Rityanena Refanta Dhato Padayam Jha, Ishtita Ikmana Asi Tasa Dhirga Bhavati, so G Yogaya, G Yaiti Bhavati, Shatra Atrati Aushishate, so Ato Gune Ityanena Pura Parayasthane Pararupa Adesha, so G Yaiti Bhavati. Punha Tattamati Jrish Yogashyan, अनुबन्धरूपानन्तरं श्रीयोगय्य धातो अनेन विकारस्य स्थाने इकार आगच्छति उनरपर जिर्योगय्य उनरपर अनेन रेफ आगच्छति जिर्योगय्य हलि च अनेन अनेन रेफान्त अङ्गस्य उपधायाम् इकारान्तस्य दीर्घ दीर्घवर्णम् आगच्छति सो जीर्योगय वर्णमेलनं जीर्य अतो गुणे अनेन जीर्य इति भवति तथैव झृ धातु अनुबन्धालोपानन्तरं झृ इति भवति श्यन् ऋद् धातोः झियोगय भवति उरनरपर झिर्योगय भवति हलि च अनेन झीर्योगय झीर्य झीरयोग शत्रु अवशिष्यते अतो गुणे अनेन पूर्वपरयोस्थाने पररूपादेश झीर्यत् इति भवति ऋद् धातो अनेन ऋदन्तधातोः अङ्गस्य ह्रस्वकारोदेश भवति कितिङिति प्रत्यये परे कित् ङित् भिन्नप्रत्यय परे चेत् गुणे सति इकारादेशस्य प्रसक्ति न भवति अलोन्त्यस्य इत्यस्य सहायेन पूर्णतया धातोः स्थाने न पर अपि तु अन्तिमस्य ऋकारस्य स्थाने ह्रस्व इकारादेश येन विद्युत् दन्तस्य इत्यस्य सहायेन ऋत् इत्यस्य ऋदन्तस्य अत्यस्य अपि ग्रहणं ऋत् षष्ठ्यन्तम् इति इत् प्रथमान्तं धातोः षष्ठ्यन्तं त्रिपदं सूत्रम् अङ्गस्य इत्यस्य अधिकारानुवृत्तिसहितसूत्रं ऋत् धातोः अङ्गस्य इत् सो ऋदन्तधातोः अस्ति तस्य अन्ते यः धातुः यस्य अन्ते ऋकारः अस्ति भवति ऋदन्त्य धातुः तद् धातोः अङ्गस्य ह्रस्व इकार आदेशो भवति. इति ह्रस्व इकार आदेशो भवति. कितिङ् इति प्रत्यये परे महोदय वर्गे उक्तवान् कितिङ् इति परे तस्य आवश्यकता नास्ति. कारणकि यदि कितिङ् इति परे नास्ति दन्तधातो अस्ति तस्य सार्वधातुकाधिक इति सूत्रेण गुणं भवति. सो यदि ऋद्धातो सूत्रं वदति तस्य अर्थम् अस्ति किम् कितिङ् इति परे एव अस्ति न तु शप् सार्वधातुकप्रत्यय इति अस्ति. सूत्रम् अलन्तस्य त्यजामः वा पठामि महोदय. पूर्णति अनुवृत्ति प्रथमवाक्यम् अनन्तरम् अनुवृत्तिसहितसूत्रमिति पठित्वा अलन्तस्य षष्ठीव्यक्तिद्वारा यस्य पदस्य स्थाने आदेशः प्राप्तः सः आदेशः अन्यश्च अल्वर्णस्य स्थाने भवति. अनुवृत्तिसहितसूत्रं षष्ठ्य अन्त्यस्य अलः स्थाने उद्यमानः आदेशः परिभाषासूत्रं षष्ठीस्थाने कार्यं भवति इति अलन्तस्य सूत्रम् अन्तिमवर्णस्य स्थाने एव भवति षष्ठी रूपं तत् रूपेण भवति अत्र द्वारा भवति अत्र येन विधिस्तदन्तस्य विशेषणं तदन्तस्य अपि भवति स्वस्य अपि भवति सो अन्त्यस्य तदन्तस्य बहुविधिः. अनुवृत्तिसूत्रं येन विधिः तदन्तस्य स्वस्य स्वस्य रूपस्य अत्र स्वयमेव भवति रूपस्य वा अत्र न अहं न अवगच्छामि महोदय. तदन्तस्य अपि भवति स्वस्य अपि भवति इति उदाहरणार्थं रुदन्त इति वदामः तर्हि रुदन्त इत्युक्ते केवलं ऋकारः अस्ति चेदपि तत्र अन्ते अस्ति चेदपि तस्य ग्रहणमपि भवति. अनन्तरं ऋकारः यस्य अन्ते अस्ति तस्यापि ग्रहणं भवति इत्युक्ते रुदन्तान् अङ्गस्य अपि ग्रहणं भवति इति. अतिष्णुदातुब्रुवां योर्योङ्गौ इति अस्ति खलु. परन्तु नित्यस्य अधः अलन्त्यस्य तदेव अत्रापि महोदय पुनः वदतु. अत्र हृदयद्धातोः इति वदति खलु. हृदयद्धातोः इत्युक्ते अत्र तु ऋतः धातोः इति उक्तमस्ति. तर्हि ऋतः इत्यनेन केवलं ऋत् इति शब्दस्य एव ग्रहणं भवति किम् इति प्रश्नः. तथा यस्य अङ्गस्य अन्ते ऋकारः अस्ति तेषां तादृश अङ्गानां सर्वेषामपि ग्रहणं भवति इति. उदाहरणं दृ इति धातोः तस्यापि ग्रहणं भवति. तस्य अन्ते ऋकारः अस्ति इति कृत्वा तस्यापि ग्रहणं भवति. आं महोदय, अन्ते अस्ति तत् अवगच्छामि. स्वस्य इति स्वस्य इति ऋ इति किमपि ऋ इति किमपि धातुः अस्ति इति चिन्तयतु. तर्हि तस्य स्वस्यपि भवति तादृशस्यपि भवति इति. केवलम् अङ्गस्य अन्ते भवति इति नास्ति. केवलं साक्षात् सः तादृशशब्दः अस्ति चेदपि तस्यापि ग्रहणं भवति. तत्तु ऋ इति अस्ति वा ऋ इति धातुः अस्ति प्रायः स्यात् भगिनि. किन्तु बहवः सूत्राणि बहूनि सूत्राणि सन्ति खलु. तर्हि यत्र यत्र येन विधिस्तदन्तस्य इति आगच्छति तत्र सर्वत्र तु अनेन सूत्रेण यदि तादृशग्रहणं भवति चेत् स्वस्य अपि ग्रहणं भवतु इति मन्तव्यम्. अस्तु अस्तु पश्यामि. ऋ इति पूर्ण ऋकारः नास्ति किन्तु ऋ ह्रस्व ऋकारः अस्ति. तर्हि ह्रस्व ऋकारस्य किमपि सूत्रमस्ति चेत् अन्तः इति यत्र वदामः येन विधिस्तदन्तस्य इति सूत्रस्य प्रवर्तनं भवति तर्हि तादृश ऋ इति यत्र धातुः अस्ति तस्यापि ग्रहणं भवति. अन्यत् उदाहरणं वदामि चेत् किं वदामि, ञे अपि अस्ति न तथैव ञे एक एक धातुः अस्ति इति मन्ये. ञे ञकारः ञकारः धातुः अस्ति इति. उदाहरणार्थम् उष इति सूत्रमस्ति ऋकारान्तधातूनां. तर्हि उष इति सूत्रेण ऋवर्णान्तधातुतः जलादि किमपि तस्य विवरणमस्ति. किन्तु उष इति सूत्रे किम् उक्तमस्ति, उः धातोः इत्युक्ते ऋकारधातोः इति अस्ति. तर्हि तत्र तु ऋकारस्य अपि येन विधि तदन्तस्य इति ऋकारस्य अपि ग्रहणं भवति. अनन्तरं कृ इति यत्र ऋकारः अन्ते अस्ति तस्यापि ग्रहणं भवति. एकवारं वदतु किं धातु? उष इति सूत्रमस्ति. उष इति सूत्रम् तस्य सूत्रस्य तु उः इति षष्टिपदमस्ति खलु. तर्हि उः इति उक्तमस्ति. तर्हि अत्र षष्ट्यन्तं पञ्चम्यन्तं पदमस्ति अत्र उः इति. तर्हि उः इत्यनेन केवलं ऋ इति धातोः अपि ग्रहणं भवति. अनन्तरं यस्य धातोः अन्ते ऋकारः अस्ति तेषामपि ग्रहणं भवति. अस्तु भगिनि, अग्रे ऋकारस्य स्थाने यदा अन् आदेशः भवति तदा सः अन् सदा रप्रः भवति. अनुवृत्तिसदसूत्रम् उः स्थाने अन् रप्रः सर्वेषाम् अवगच्छम् इति मन्त्रयामि चिन्तयामि. हलि च हलि परे रेपान्तवकारान्तानां च धातूनाम् उपदयाश्रितः इक् वर्णः दीर्घः भवति. हलि च रुर्वो धातोः उपदयः इकः दीर्घः. अत्र रेपान्तवकारान्त धातु मध्ये तस्य उपदाश्रितः इक् वर्णः दीर्घः भवति इति अत्र दत्तम्. वकारान्तानां पठामि वा अन्य अन्यः पठतु महोदय. धन्यवादः महोदय. लक्ष्मी भगिनी पठतु. तथैव जीनः न तथैव जीनः जीनः च हलि च न दीर्घ भवति किल. हा हा ज्या ज्या दातु ज्या दातु जीनः आगच्छति हलि च इत्यनेन न. आं भगिनि लक्ष्मी भगिनि तत्र वकारान्तानाम् एकः दीर्घत्वं भवति. चत्वारः धातवः सन्ति. हलि च इत्यनेन यः धातुः वकारान्तः तस्य उपधायां स्थितस्य एकवर्णः दीर्घः भवति हलिपरे. शन् इति विकरणप्रत्ययः हलादिः इत्युक्ते यकारादिः च अपि च अपित् च अतः सूत्रस्य प्रसक्तिः अस्ति. यदि शन् पित् अभविष्यत् तर्हि पुगन्तलघुपदस्य च इत्यनेन उपधायां लघु इकः गुणः अभविष्यत्. गुणकार्यस्य अभावे हलि च आगत्य कार्यं करोति. अत्र हलि च इत्युक्ते हलि इति सप्तम्यन्तं रूपम् अस्ति इति कृत्वा अत्र निमित्तमस्ति हल् वर्णः परवर्णः अस्ति चेत्. किन्तु अत्र केवलं हलि च पश्यामश्चेत् किमपि अवगन्तुं न शक्नुमः. अनुवृत्तिसहितसूत्रं पश्यामश्चेदेव सम्यक्तया अवगमनं भवति. इत्युक्ते अत्र वकारान्तधातूनां विषये यदि धातुः वकारान्तधातुः चेत् उपधायां स्थितस्य अपि च उपधायाम् इक् वर्णः अस्ति चेत् तदा अपि च हल् वर्णः परः अस्ति चेत् तदानीम् एव उपधायां स्थितस्य इक् वर्णस्य दीर्घः भवति. अस्तु, दिवादिगणे चत्वारः धातवः सन्ति. दिवो शिवो स्थिवो ष्ठिवो. दिव् धातुः योगः शन् विकरणप्रत्ययः दिवादिगणे. हलि च इति सूत्रेण वकारान्तधातोः उपधायां स्थितस्य एकवर्णस्य दीर्घः भवति. अस्तु, अतः दिव् दीव् भवति. दीव्योगः शन् इत्यस्मात् यकारः आगतः. दिव्या दिव्या योगः शत्र. दिव्ययोगः अत्. अधुना अतो गुणे इत्यनेन पूर्वपरयोः एकः परोपादेशः तेन दीव्यत् इति रूपं शकरं रूपं स्यु धातुः ष्यन् कर्णप्रत्ययः हलि च एकवर्णः दीर्घः भवति अत्रापि उपधाय लघु एकवर्णः अस्ति सिवियोगः या सीव्य अत्र हलिच इत्यनेन एकवर्णस्य दीर्घादेशः भवति सीव्ययोगः शत्रु अत्र सीव्ययोगः अत् अनन्तरम् अतोगुण इत्यनेन सीव्यत् परोपादेशः तथा एव स्तिव् योगः शन् अत्रापि समानकार्यं हलिच इत्यनेन स्तिव् स्त्रिव् स्त्रीव् भवति तदनन्तरं शत्रुयोजनेन स्त्रीव्ययोगः अत् अतोगुणे इत्यनेन स्त्रीव्यत् स्टिव् अत्र स्टीव्यत् इति रूपम् अन्तिमरूपम् इत्युक्ते अत्र हलीच इत्यस्य कार्यमस्ति इत्युक्ते एते धातवः वकारान्तधातवः अपि च देवादिगणे विकरणप्रत्ययः शन् अस्ति अत्र हलि केवलं हलिपरे इति लिखितमस्ति हलिपरे इत्युक्ते अत्र शन् इत्यस्मिन् अनुबन्धलोपानन्तरं यकारः अवशिष्यते सः यकारः हलादिवर्णः अतः धन्यवादः भगिनि भगिनि भगिनि अत्र यकारादि एव नास्ति न सर्वे हलादि सर्वे हलादि प्रत्ययपरे विकरणप्रत्ययपरे इति न विकरणप्रत्ययः इति नास्ति केवलं वर्णकार्यमस्ति खलु हलि इत्यनेन विकरणप्रत्ययः इति किमपि नास्ति केवलं हल् वर्णप्रत्ययः अधुना तु प्रकृतौ तु शन् इति प्रत्ययः यत्र आदौ हल् वर्णः किन्तु साक्षात् सूत्रे तु विकरणप्रत्ययः इति किमपि नास्ति यकारः अस्ति चेत् तद् आगच्छति इति वर्णनिमित्तिकं कार्यमस्ति दीर्घ दीर्घ आगच्छति इति धन्यवादः गुणः एकः धातुः मिधेर्गुणः मिद् धातुः गुणः भवति शिति प्रत्यये परे षन् षित् अस्ति अतः यद्यपि अपित्वात् पुगन्तलघुपदस्य च इत्यनेन गुणे गुणो न तदापि मिधेर्गुणः इत्यनेन गुणः भवति निमिधाम् आदिर्निटुडवः इत्यनेन ञकारस्य लोपः इत्संज्ञा उपदेशे अजनुनासिक इत्यनेन अनुनासिकवर्णस्य इत्संज्ञा तस्य लोपः इत्यनेन लोपः इत्येभिः अनुबन्धलोपे मिद् इति धातुः मिद्योगः श्यन् इति अस्माकं विकरणप्रत्ययः मिदेर्गुणः इत्यनेन शितिपरे गुणः मिद् मेद् इकारस्य गुणः भूत्वा मेद् योगः य मेध्य इदानीं शत्रुप्रत्ययः योजयामः चेत् अकार अकारयोः अतो गुणे इत्यनेन पररूपादेशः मेध्यत् तत्र मिदेर्गुणः इति सूत्रं वदति यद्यपि तत्र सामान्यतया ष्यन् प्रत्यये परे गुणः तु न भवति ष्यन् छित् अस्ति अपित्वात् तत्र गुणः न भवति परन्तु अत्र मिदेर्गुणः इति विशेषसूत्रेण गुणः भवति इति शितिप्रत्यये परे मिद् धातोः एव गुणः भवति इति सूत्रं वदति तदेव मेध्येत् इति गुणः भूत्वा शत्रन्तरूपं धन्यवादः धात्वादेशः एकः धातुः ज्ञार्जनोर्जा ज्ञाजनोर्जा ज्ञा क्रयादिगणे जन् दिवादिगणे च इति अनयोः जा आदेशो भवति शितिप्रत्यये परे जन् धातुः आत्मनेपदी पदी अतः शत्रु न अपि तु शानच् अत्र बोधार्थं प्रदर्श्यते जनी इति धातुः अनुबन्धलोपे जन् इति जन् योगः श्यन् ज्ञाजनोर्जा इत्यनेन शितिपरे झा आदेशः झा योगः श्यन् अनुबन्धलोपानन्तरं य जाय जाययोग इति शाणच् आत्मनेपदी धातुः, अतः शाणच् विधीयते. जाययोगः शाणच् जायमानः, लटि जायते इति रूपं. ज्ञा जनोर्जा इति सूत्रं. तत्र ज्ञा इति क्रयादिगणीयधातुः, जन् इति दिवादिगणीयधातुः, तत्र जा इति आदेशः भवति क्षितिप्रत्यये परे. जायमानः इति शाणच् रूपं तत्र निष्पन्नं. धन्यवादः भगिनि. एकं प्रश्नमस्ति भगिनि, क्षम्यताम्. अत्र शाणच् अपि शत्रन्तरूप एव सम्यक् तुल्यमस्ति वा? साक्षात् तुल्यमस्ति आत्मनेपदी धातूनां कृते शाणच्. प्रयोगे यथा परस्मैपदि धातूनां शत्रु भवति तदा एव शाणच् आत्मनेपदि धातूनां. शाणच् परस्मैपदि धातूनाम् अपि अस्ति न शाणच् किं न कर्मणि रूप कर्मणि यत्र कर्मण्यर्थे एव भवति भगिनि तदा. अस्तु कर्मण्यर्थे एव. अस्तु कर्मणि प्रयोगे किं भवति तत्र तु यद्यपि परस्मैपदि धातुः अस्ति तथापि तस्य तु आत्मनेपदिरूपं प्राप्नोति खलु कर्मणि रूपे यक् प्रत्ययः भूत्वा आत्मनेपदिरूपं प्राप्नोति तस्मिन् समये आगच्छति. तस्मिन् समये शाणच् प्रत्ययः भवति. अस्तु. ओकारान्तानाम् ओकारलोपः चतुर्धातवः सन्ति. ओतः श्यनि इत्यनेन श्यनिपरे श्यनिपरे धात्वाङ्गन्तस्य ओकारस्य लोपः लोपो भवति. चत्वारः धातवः धातवः सन्ति. शो योगः श्यन् मया शनि इत्यनेन कथम् आयाति इति. शनि तु सप्तमी अस्ति. ओतः शनि इत्यनेन शनिपरे धात्वाङ्गस्य ओकारस्य लोपः. तत्तु ष एव तिष्ठति. ष योगः य श्या श्या योगः शत्रु अत् अतोगुणे पररूपादेशः श्यत् लटि श्यति. दो योगः श्यन् ओतः श्यनि इत्यनेन श्यनिपरे धात्वाङ्गस्य ओकारस्य लोपः. द योगः य द्य योगः शत्रु अतो गुणे इत्यनेन पररूपादेशः द्यत् लटि रूपे द्यति. चो अपि तथैव अतो ओतः श्यनि इत्यनेन शनिपरे धात्वाङ्गन्तस्य ओकारस्य लोपः. च योगः या च्या योगः शत्रु अतो गुणे पररूपादेशः च्यत् लटि रूपे च्यति. शो अपि तथैव कोऽपि धात्वादेः शः सः इत्यनेन मूलधातोः आदौ शकारस्य स्थाने सकारादेशः. तथैव सो इति आगच्छति. सो योगः श्यन् ओतः श्यनि इत्यनेन शनिपरे धात्वाङ्गस्य ओकारस्य लोपः. स योगः या स्या स्या योगः शत्रु अतो गुणे इत्यनेन पररूपादेशः स्यत् लटि स्यति. अस्तु ओतः श्यनि शनिपरे धात्वाङ्गस्य ओकारस्य लोपः भवति अलोन्त्यस्य इति परिभाषासूत्रस्य साहाय्येन धात्वान्ते एव ओकारस्य लोपः ओतः षष्ट्यन्तं श्यनि सप्तम्यन्तं द्विपदमिदं सूत्रं घोर्लोपो लेति वा घोर्लोपो लेति वा इत्यस्मात् लोपः इत्यस्य अनुवृत्तिः घोर्लोपः अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं श्यनि अङ्गस्य ऊतः लोपः तद् न पठामः न घोर्लोपयो लोटि तथैव अस्तु ओतः शनि वदति शनि परे शन् इति विकरणप्रत्यये परे धात्वाङ्गस्य ओकारः लोपः भवति इति अस्तु भगिनि धन्यवादः भगिनि मणिमहोदय अष्टमपाठ बिन्दु पठति मणिमहोदय क्षम्यतां महोदय समाधि अन्तर्गणः आट् दश धातवः समामष्टानां दीर्घशनि द्वादिगणे कश्चन अन्तर्गणः अस्ति समाधिगणः नाम्ना यस्मिन् अष्टधातवः सन्ति शनि परे येषां धातूनाम् उपधायां स्थितः अकारः दीर्घो भवति चमु चं चं योः शन् समाष्टाणां समामष्टाणां दीर्घः स्यति इति अनेन दीर्घत्वं शाम् इति योः यकारः साम्य साम्ययोः शत्रु अत् इति भवति अतः साम्यत् इति तदेव तमु तं तं योः स्यन् समामष्टाणां दीर्घः शनि इत्यनेन तां योः य ताम्य ताम्ययोः शत्रु अत्र ताम्यत् इति तं दमु दं श्यन् समानस्थानं दीर्घः इत्यनेन दाम् इति रूपं भवति यः य यकार योगेन दाम्य दाम्ययोग अत् दाम्यत् इति श्रमु श्रं श्रं श्यन् समामस्थानं दीर्घ शनि इत्यनेन श्राम् इति श्राम्योः य श्राम्य साम्ययोः अत् श्राम्यत् इति ब्रह्म ब्रं ब्रं योः शन् समामष्टाणां दीर्घशनि इत्यनेन दीर्घत्वं ब्राम् योः य ब्राह्ययोः अत् ब्राह्म्यत् इति चमुं तदेव चं योः शन् समामष्टाणां दीर्घशनि इत्यनेन दीर्घत्वं चां योः य चाम्य योः अत् चाम्यत् क्लमु क्लं योः श्यन् समामसाणां दीर्घशनि इत्यनेन दीर्घत्वं क्लां योः य क्लाम्य क्लाम्ययोः अत् क्लाम्यत् मदि मद् योः श्यन् समामसाणां दीर्घशनि इत्यनेन दीर्घत्वं माद् योः य माद्य योः अत् माद्यत् इति रूपम् अत्र अनन्तरं विकर्णप्रत्यय विकल्पः वा ब्रांश ब्लांश ब्रमु क्लम् त्रश् त्रुट् लिटि लशः इति ब्राश ब्लाश ब्लाश् ब्राश् ब्लाश् ब्रमु क्रमु क्लम् त्रश् त्रुट् लस् एभ्यस्य एतौ प्रत्ययः वा भवतः अत्र विकल्पेन भवति त्रशि त्रश् रूपं त्रश्यति अन्यरूपं यकारः आगच्छति शन् इति अत्र त्रश्यति वा इति विकल्पेन भवति त्रश्यति अपि त्रश्यति अपि शत्रुप्रत्ययः परे त्रश् योः सप् यो त्रश् त्रश् योः शत्रु अतोगुणे पररूपादेश त्रयः त्रशत् इति त्रश् योः श्यन् त्रस्य त्रस्य एव शत्रु अतोगुणे प्ररूपमादेशः त्रस्यत् इति इति द्वादिगणे शत्रुन्दप्रातिपदिकं निमानं परिसमाप्तः. अस्तु महोदय. भगिनी पृष्टवती खलु स्टिप् इत्यस्मिन् यदा उक्तवती खलु अहं यत्र यङ्ग्लुकि तस्य कार्यं न भवति इति कृत्वा कुत्रचित् सूत्रेषु स्टिप् इति प्रत्ययस्य योजनं भवति. किमित्युक्ते यत्र यत्र स्टिप् इत्यस्य निर्देशः भवति तत् सूत्रं तु यङ्ग्लुकि तस्य कार्यं न भवति. तस्य तु परिभाषा अस्ति स्थिपा शपा अनुबन्धेन निर्दिष्टं यद्गणेन च यत्रैकाच् ग्रहणं चैव पञ्चैतानि न यङ्ग्लुकि इति परिभाषा अस्ति. अनेन स्थिपा यत् निर्दिष्टं यङ्ग्लुकि तस्य कार्यं न भवति. अत्र अस्माकं सप्तम भागः अस्ति खलु आर्धधातुकप्रकरणम् इति, तस्मिन् सप्तमकरपत्रमस्ति यङ्ग्लुगन्तदातवः इति तत्र स्थापितवान् महोदय. स्थिपा शपा अनुबन्धेन निर्दिष्टं यद्गणेन च यत्रैकाच् ग्रहणं चैव पञ्चैतानि न यङ्ग्लुकि इति. तर्हि स्टिप् निर्देशे यत्र अस्ति तद् सूत्रं यङ्ग्लुकि कार्यं न भवति तस्य धातोः कृते. अस्तु, धन्यवादः. धन्यवादः भगिनि. प्रश्नः नास्ति चेत् विरमामः. किं क्षम्यताम् अद्य तु भगिनि भगिनि शनिवासरस्य क्लास् शनिवासरस्य वर्गे अस्ति न तद् यङ्ग्लुकि धन्यवादः भगिनि. शुभरात्रिः. धन्यवादः.